तर्हि नमः सर्वेभ्यः. अस्माकं चतुर्विंशतितमं भाषितसंस्कृतं वलगं प्रति स्वागतम्. अपि च सर्वेषां कृते नूतनस्य वर्षस्य शुभाशयाः भवतां परिवारस्य कृते अपि. अस्तु, आदौ यथाप्रकारः ध्येयमन्त्रम्. यशस्विनी भगिनी, ध्येयमन्त्रं वदतु. मङ्गलाचरणं, मङ्गलाचरणं बुद्ध्याभयं प्रणदति तपसा प्रणदति प्रणदति प्रणु णु अस्ति तत्र णु अस्ति प्रणुदति प्रणु इति अहम् एकं वारं वदामि. बुद्ध्याभयं प्रणुदति तपसा विन्दते महत् गुरुशुश्रूषया ज्ञानं शान्तिं योगेन विन्दति. बुद्ध्याभयं प्रणुदति तपसा विन्दते महत् गुरुशुश्रूषया ज्ञाने शान्तिं योगेन विन्दति. ॐ शान्ति शान्ति शान्तिः. तत्र ज्ञानम् अस्ति. आङ्ग्लभाषायामपि पठतु. By using one's intellect, one's fear is pushed away, scared away. By penance, one attains the supreme. By service to one's perceptor, knowledge is obtained and one achieves peace by yoga. अस्तु, धन्यवादः. गतवर्गे अहं गृहकार्यरूपेण अत्र षोडशतमम् अवसरणीं कुर्वन्तु इति अहम् उक्तवती. केनपि कृतं किम्? हेज़् एनिबडि डन् द होम्वर्क्? यस् भगिनि, वी डिड्. अस्तु, वदतु विजय महोदय. ट्रान्स्लेट् द सिंगुलर एंड प्लूरल फॉर्म. आई गो, अहं गच्छामि, वयं गच्छामः. उत्तमम्. यू कम, यू मेल कम. त्वम् आगच्छसि. महोदय, तत्र त्वं, तर्हि मेल कथं? त्वम् इति शब्दस्य कृते लिङ्गं नास्ति. हा, तर्हि किं वदनीयम्? इफ् यु वाण्ट् टु डिस्टिङ्ग्विश् बिट्वीन् मेल् अण्ड् फीमेल्. यस्, सः इस् ही. ओवर् हियर् वी वाण्ट् यू. एनिबडि, एनिबडि, जस्ट् गिव् मी अ सेकेण्ड्, जस्ट् गिव् मी अ सेकेण्ड् वन्. भवान्, भवान्. उत्तमम्, उत्तमम्. भवान्, भवान्, वन् मिनिट्, वन् मिनिट्. भवान् अग्रे वदतु, यशस्विनी भगिनी. भवान्, भवान् गच्छ कं नो गच्छति. आगच्छति, गच्छति. गो पास्ट्. अच्छा, नाट् पास्ट् टेन्स्, नाट् पास्ट् टेन्स् भगिनि. It's present. One minute. Yashaswini Bhagini. Bhavan agachati is the present tense only. Agatavan is the past tense which we have not done yet. Okay. We have not done formally in the Abhyas Pustaka. Okay. So, Bhavan agachati. Vijay Mahodaya, Bhavan kritavan tattu samyak eva. Tvam agachasi parantu तत्र लिङ्गभेदः नास्ति. अग्रिमं करोतु. तिष्ठसि. नैव, तिष्ठसि इस् स्टाण्ड्. उपविशतु, उपविशतु फार् लोट् लकार, उपविशतु. सो वाट् विच् विल् बिकम् भवति उपविशतु और् भवन्तः उपविशन्तु. ओके, एण्ड् अप् आल्सो इन् द फस्ट् वन् भवन्तः आगच्छन्ति. दे यु आल् कम् मीन् और् यूयम् इति मे. अस्तु, अग्रिम. He near is which? What is the word for near? Samipe asti che. Naiva, naiva. He is near. Samipe gayati, not that he sits close to you and sings. He who is near you sings. Tari? Samipe asti che. Kim badaniyam? Saha is far or near? Far, that, no? Far. So, Eshaha. Eshaha. Oh. Eshaha. Samipe Gayati. Eshaha Gayati. Samipe is to tell you where that person is standing. Okay. There the near is not that he's... Okay. अस्तु, परन्तु देर् नथिङ्ग्, तत्र क्लेशः नास्ति, यतोहि सः समीपे अस्ति चेत् समीपे स्थित्वा एव गायति सः. इस् इट्स् नियर् यू ओन्ली एनी सिङ्गिङ्ग् इफ् इस् नियर् बै. अस्तु, तत्र बहुवचने एते एते गायन्ति, एते गायन्ति. अहं याचनां करोमि, गृहकार्यं करणीयम् एव, सर्वैः करणीयम्. Everybody, because writing is a very important, because when we read, then what happens is we are just reading, but unless we actually write it, we don't know whether we know or not. Astu. Agrimam karotu. She writes, she far writes. Sa likati. Uttamam. Sa durena likati. Durena. Okay, durena it will become, because ra is there. So there is a rule, when there is a ra and there is nothing to stop it, or if the alphabet that is there does not stop it, then it becomes ana, anatvam. Astu, agrimam karotu. He jumps, he far jumps. Saha durena pati. Utpatati. उत्पतति और उत्प्लवति इज ऑल्सो करेक्ट, उत्प्लवति. बट यू डोंट नीड टू राइट दूरेण, बिकॉज हियर इन द सेंटेंस इट इज नॉट दूरेण, ही जस्ट टू इंडिकेट वेर ही इज. अस्तु, अग्रिमं करोतु. अग्रिमं करोतु महोदय, शीघ्रं करोतु. अग्रिमे नुपुर अत्र अस्ति. अस्तु, उत्तमम्. तत्र सा समीपे क्रीडति. समीपे आवश्यक, समीपे इति शब्दस्य आवश्यकता नास्ति, परन्तु सम्यक् एव. कुक्कुरः अत्र, शुनकः आल्सो यु केन् टेल्. शुनकः आल्सो यु केन्. अत्र आम्, सम्यक् अस्ति. अग्रिमं. कुक्कुर अत्र अस्ति. सम्यक् अस्ति, सम्यक् अस्ति. अग्रिमं करोतु. श्रूयते किल मम ध्वनिः? कुक्कुर अत्र अस्ति. आम् सम्यक् अस्ति महोदय, सम्यक् अस्ति, श्रुतवती अहम्. अग्रिमं करोतु, अग्रिमं करोतु. व्याघ्रः व्याघ्रः तत्र गच्छति. तत्र व्याघ्रः तु टैगर् अस्ति, अत्र मार्जारः, मार्जाः मार्जारः तत्र गच्छति. अग्रिमं. बाय् प्ले, द बाय् प्ले, बालकः क्रीडति. उत्तमम्. द गर्ल् रोम्स्, बालिका भ्रमति. भ्रमति अथवा अटति अपि वक्तुं शक्नुमः. पुरुषः पाकयति. नैव, पचति, पचति इति धातु, तत्र क्रियापदं तु पचति अस्ति, मनुष्यः पचति. स्त्रीः दन्तधावनं करोति. हा, तत्र स्त्रीः इति नास्ति, विसर्गः नास्ति. हा, स्त्री दन्तमार्जनं करोति. मार्जनमपि वक्तुं शक्नुमः, धावनमपि कर्तुं शक्नुमः, घर्षति इति वक्तुं शक्नुमः. घर्षति तत्र क्रियापदं. मार्जनं, दन्तमार्जनम् और् दन्तधावनम् इस् अनदर् फार्म्, इट् इस् नाट् देर् द क्रियापदम् इस् करोति. तत्र क्रियापदं तु करोति अस्ति, तत्र ल्युडन्तमस्ति. दन्तधावनं, शी ब्रशिस् हर् टीत्, सा दन्तान् घर्षति. और् शी डस् द एक्षन् आफ् ब्रशिङ्ग् हर् टीत्, शी डस् द एक्षन् डस् स सा दन्तधावनं, दन्तधावनम् इस् द एक्षन् आफ् ब्रशिङ्ग् हर् टीत् करोति. दे द क्रियापदम् इस् किं वदतु. दन्तधावनं करोति इति वाक्ये क्रियापदं किम्? करोति. हा, करोति. अग्रिमम्. उत्तमम्. अन्ये कोऽपि कृतवन्तः किम्? एकनिमिष. अन्ये कोऽपि कविता भगिनी कृतवती किम्? आं भगिनि, आं भगिनि. तर्हि ऐ वेक आचरामि. क्षम्यताम्, अहम् अहं जागरणामि. नैव, तत्र जागरणामि इति तत्र जागरणं करोमि इति वक्तुं शक्नुमः, परन्तु देर् इट् इस् ऐ एम् अवेक्, सो उत्तिष्ठामि, अहम् उत्तिष्ठामि. अहम् उत्तिष्ठामि. अच्छा, ओके, ओके. द हार्स् सिट्स्, अश्वः तिष्ठति. तिष्ठति इस् स्टाण्डिङ्ग्, सो तिष्ठति इस् स्टाण्डिङ्ग्. द हार्स् स्टाण्ड्स्. उपविशति, उपविशति, उपविशति. द बेल् रिङ्ग्स्, घण्टिकाः रणति. किं पुनरेकवारं वदतु. घण्टिका रणति. रणति इति वा? अहं रणति इति न श्रुतवती. कुत्र दृष्टवती भवती? अष्टाध्यायी डाट् काम्. अस्तु, अहं पश्यामि, अहं पश्यामि. अन्यथा तु नदति अस्ति, घण्टा नदति, घण्टा नदति. नद् नद् इस् रिङ्ग्. अथवा घण्टानादं भवति, घण्टानादं भवति. अत्र क्रियापदं किं? घण्टानादं भवति इत्यत्र भवति. हा, भवति. अग्रिमं करोतु. द टीचर् टीचेस् वेल्, अध्यापकः भद्रेण शिक्षति. पाठयति, पाठयति. पाठयति. भद्रेण, भद्रेण इस् आल्सो ओके, बट् भद्रेण इस् अ लिटिल् हेवी वर्ड्. तत्र गुरुः शब्दः अस्ति, परन्तु व्यावहारिकरूपेण तु शिक्षकः सम्यक् पाठयति. परन्तु भद्रेण सम्यक् तत्र भद्रेण भद्रेण तत्र दोषः तु नास्ति, परन्तु वयं व्यावहारिक रूपेण न तथा वदामः. चिन्ता नास्ति, चिन्ता नास्ति. द फिङ्गर् हर्ट्स्, अङ्गुलिकः व्यथयति, व्यथयति अथवा पीडयति, अङ्गुली पीडयति. अङ्गुलिक नास्ति तत्र, अङ्गुलिक तु रिङ्ग् अस्ति, तर्हि अङ्गुली फिङ्गर्. ओके, अङ्गुली पीडयति. उत्तमम्. एकनिमिष, एकनिमिष. अन्ये कोऽपि कृतवन्तः किम्? हेज़् एनिबडि एल्स् डन् द होम्वर्क् एण्ड् वुड् लैक् टु? अस्तु, चिन्ता नास्ति. अग्रिमं कविता भगिनी वदतु. द वेहिकल् मूव्स्, वाहनः चलति. वाहनः नास्ति, वाहनं चलति अथवा यानं चलति. वाहनं. द क्लाक् ब्रेक्स्, घटिकः विनश्यति, विनश्यति. हा, इस् डिस्ट्राय्ड् अथवा घट्याः खण्डनम् अभवत्. अभवत् ऐ हेव् रिटन् इन् द पास्ट् टेन्स्. अभवति, खण्डनं भवति अथवा घटी भिद्यते. घटी भिद्यते. द ट्री फाल्स्, वृक्षः पतति. उत्तमम्. द गर्ल् स्मेल्स् द फ्लावर्स्, बालिकाः पुष्पं जिघ्रति. जिघ्राति, जिघ्राति, जिघ्राति. द स्टूडेण्ट् क्राइस्, शिष्यः क्रन्दति. रोदिति अपि वक्तुं शक्नुमः, क्रन्दति अपि. रोदयति, रोदिति, रोदयति नास्ति, रोदिति. रोदयति वुड् बि, रोदयति वुड् बि मेकिङ्ग् सम्बडि एल्स् क्राय् क्राय्. ओके, निजं. द गर्ल् डान्सस्, बालिकः नृत्यति. बालिकः न, बालिका, बालिका, तत्र विसर्गः न. बालिका नृत्यति. द मेन् गेसस् द आन्सर्, पुरुषः उत्तरम् अनुमानं करोति. तत्र तथा न वक्तुं शक्नुमः. उत्तरम् अनुमानं करोति इस् नाट्, उत्तरस्य अनुमानं करोति. हि गेसस् द आन्सर्, परन्तु उत्तरम् ऊहते. पुरुषः उत्तरम् ऊहते. ओके, सो बिकास् यू केनाट् हेव् फार् एक्साम्पल् नौ इन् युर् सेण्टेन्स्, वाट् इस् द सेण्टेन्स् यु सेड्? पुरुषः उत्तरं किम्? अनुमानं. हा, उत्तरम् अनुमानं. बोत् आर् कर्मपदास्, दे केनाट् बि टु कर्मपदास् ओवर् दे. उत्तरम् अनुमानम्. ओके, सो उत्तरस्य अनुमानं, दे विल् हव् टु टेल् षष्ठीविभक्ति. The guessing of the answer, what you are trying to say is, he does the guessing of the answer. It is not wrong, but you have to use the correct vibhakti. So, purusha uttarasya anumanam karoti, athava uttaram uhate. Uhate is the kriyapadam over there. Uhudhatu. The priest speaks, panditaha gadati. Gadati athava vadati. वदति अथवा आचार्यः वदति अपि वक्तुं शक्नुमः. कृष्ण अड्वैसस्, कृष्णः उपदेशति. उपदिशति, उपदिशति. इट्स् नाट् देशति, उपदिशति अथवा मन्त्रति, मन्त्रति. कृष्णः मन्त्रति. उपदे, नौ टेल् मी, ही डस् द गिविङ्ग् आफ़् द एड्वैस्. यु हेव् यूस्ड् अर्लियर् उत्तरं किं? Guess is the answer, no? Anumanam karoti, like that only do this sentence. Krishnaha, Krishnaha Upadesham, Upadesham karoti. Upadeshanam karoti, that way also you can do. Agrima. Arjuna listens, Arjunaha shrunoti. Uttamam. शृणोति श्रू नास्ति श्रू इस् लाङ्ग् तत्र शृणोति श ऋकारः ऋकारः अस्ति ऋतु यथा अस्ति तथा ऋकारः शृणोति The boy cries. बालकः रोदिति उत्तमम् The monkey eats fruits. वानरः फलं खादति फलानि उत्तमम् फलानि खादति फलानि खादति The actor laughs. नर्तकः हसति नर्तकः would be dancer. So, नटः नटः हसति हसति The soldier fights. सैनिकः युध्यते युध्यते उत्तमम् आत्मनेपदी अस्ति उत्तमं तर्हि वयं तु एकवचने एव कृतवन्तः तत्र अहम् इदानीं वदामि लिखन्तु भवन्तः बहुवचने कुर्वन्तु बहुवचने कुर्वन्तु गृहकार्यरूपेण अस्तु सो दिस् वी हेव् डन् इन् द सिङ्ग्युलर् फार्म् फार् एस् एन् एक्ससैज् एण्ड् आल्सो as homework for next time please do the bahuvachanam the plural form astu dhanyavadah anike idanim aham lyudantam iti uktavati kila lyudantam ekanishah etat sarvam krutavantah eva atra Now we heard Bhagini and Vijay Mahoday using things like dhavanam karoti, prakshalanam karoti. So we are using a verb karoti and then we are using the abstract form of the other verb. So instead of saying kurdate, that is jam, instead of using that, sometimes what happens is we may not remember the Kriyapadam, but if we can remember Kurdanam, then we can say Kurdanam Karoti, which means he, in English you cannot say he does jumping. We say he does the action of jumping, so that is converted into Kurdanam Karoti. You are using two words to indicate one verb. Okay, Kurdanam Karoti. These words for your information only for general knowledge are called lyudantam lyudantam means lyut pratyaya to the dhatu khurd the lyut pratyaya is added I think some of you all are already attending the grammar classes so you all it will become more interesting all this will become more interesting in fact I would recommend that everybody attends the grammar classes it is not too early because parallelly when it happens then you absorb more astu So these are called lyudantam. Astu tatra... one question. Bhagini, one question. No. Here, kurdanam is the object. Kurdanam karoti. Yes. Very good. Astu. Tatra kavita bhagini. Aam bhagini. Pathatu. Eka nimisha bhavati. स्लैड् शो अस्तु पठतु क्रियापदानि परिसन्धिः वन् परिसन्धिः टु परिसन्धिः प्रथमा परिसन्धिः द्वितीया नोट् यूस् द बिलो फार् वर्ब्स् एण्डिङ्ग् इन् ते कूर्दते कूर्दनं करोति इट् इस् वि आर् सीङ्ग् एण्डिङ्ग् इन् ते क्षम्यतां वि आर् सीङ्ग् एण्डिङ्ग् इन् ते बट् यु केन् यूस् इट् इवन् फार् एक्साम्पल् पठति द वर्ब् इस् पठति देन् पठनं करोति जृम्भते जृम्भते जृम्भते जृम्भते जृम्भनं करोति विक्रीयते विक्रयणं करोति Yeah, so everywhere it is not straightforward. There are some rules for some of them. Vikrayanam karoti, not vikranam karoti. Vikrayanam karoti. Aalambate. Oh, sorry. Aalambate. Aalambate. Aalambhanam karoti. Vijay Mahakshamitam dhanyavadaha. So I'm assuming that you know the meanings of the verbs. In case you don't know, raise your hand. Kurdate means jumping, jrimbhate means yawning, vikrinite means selling, alambate means elongating, kasate means coughing, parikshate means examining, yachate means requesting or begging, dayate means flying, utplavate, plava is floating, utplavate is rising. Or even jumping, it is used as a synonym. Astu, dhanyavadaha. Vijay Mahuday, pathatu. Vijay Kumar Mahuday. Kasate kasanam karoti. Parikaroti. Parikshate. Parikshate parikshanam karoti. Yate yachanam karoti. Dayate गायनं करोति उत्प्लवनं करोति उत्प्लवनम् एकनिमिषम् इदानीं तत्र प्रश्नः अस्ति किम् एकः निमिषः काफिङ्ग् भगिनि कासते इस् काफिङ्ग् अस्तु राजु महोदय आं भगिनि इदानीं क्रियापदानि सन्ति अत्र काफिङ्ग् भगिनि सीमा भगिनि काफिङ्ग् कासते मीन्स् काफिङ्ग् अत्र क्रियापदानि सन्ति चित्राणि अपि सन्ति तर्हि भवान् इदानीं द्वे रूपे वदतु कथं हसति बालकः हसति बालकः हसनं करोति एवं बालकं हसनं करोति बालकः रोदिति बालकः रोदनं करोति उत्तमं बालिका पश्यति दर्शनं करोति यतोहि तत्र धातुः तु दृश् अस्ति सो दीस् फार्म्स् आर् कमिङ्ग् एक्चुलि फ्रोम् द धातु ओके वी शुड् रिमेम्बर् देट् दर्शनं करोति बालिका पश्यति बालिका दर्शनं करोति बालकः शृणोति बालकः श्रवणं करोति बालिका खादति बालिका खादनं करोति उत्तमं धन्यवादः महोदय धन्यवादः सीमा भगिनी बालकः पिबति बालकः पिबनं करोति उत्तमं बालिका पठति बालिका पठनं करोति बालकः लिखति बालकः इति वदनीयं भगिनि क्षम्यतां लेखनं नाट् लेखनम् इट् इस् यु केन् मेक् औट् लेखनं करोति यु केन् मेक् औट् फ्रोम् द यु केन् मेक् औट् फ्रोम् एस् यु से इट् नो द ब्यूटि आफ़् द लेङ्ग्वेज् इस् वेन् यु से इट् इफ् इट्स् नाट् कम्फर्टेबल् देन् यु रियलैज़् सम्थिङ्ग् इस् राङ्ग् सो लेखनं करोति तत्र नियमः अस्ति. बालिका चलति, बालिका चलनं करोति. आम्. बालकः धावति, बालकः धावनं करोति. हा, धावनं करोति. सो द एंडिंग विल, हा, इफ यू ऑब्जर्व, हा, एंडिंग विल ऑलवेज बी न, अनप्रत्यय इट इज. धन्यवादः भगिनी. अग्रिम विशालाक्षी भगिनी, सॉरी, विजय थंकी महोदय. नमस्ते भगिनी. नमस्ते. बालकः तिष्ठति. What would be the word of tishtati? Just guess. If pibati is pibanam, pathati is pathanam. Balakah tishtanam karati? Tishtanam karoti. Balika upavishati. Balika. Here it becomes upaveshanam karoti, okay? Because there are some rules which you slowly will get. Upaveshanam karoti. बालिका उपवेशनं करोति. बालिका क्रीडति. बालिका क्रीडनं करोति. बालकः कूर्दते. बालकः कूर्दनं करोति. बालकः स्नाति. बालकः स्नानं करोति. उत्तमं, धन्यवादः. विशालाक्षी भगिनी, बालकः निष्कासयति. प्रथमं करोतु. बालकः धरति करोतु. धरति, वेर् इस् धरति? ओके ओके. बालकः धरति. बालकः धरणं करोति. धारणं करोति. धारणं करोति. बालकः निष्कासयति. बालकः निष्कासयन करोति. इट् इस् निष्कासनं महोदय. निष्कासनं. ओके. निष्कासयति. निष्कासयनं. निष्कासनं करोति. निष्कासयनं. निष्कासयनं इस् नाट् करेक्ट्. निष्कासनं. अच्छा. बालकः निष्कासनं करोति. ऐ विल् फैण्ड् औट् अण्ड् लेट् यू नो वै. ओके. बालकः निद्राति. इस् इट् बालिका और् बालकः? चिन्ता नास्ति, तत्र चिन्ता नास्ति. बालकः निद्रां करोति. दिस् इस् अ लिटल् बिट् डिफ्रेण्ट्. निद्रणं करोति. निद्रणं करोति. निद्रणं करोति. देयर् आर् सम् एक्सेप्शन्स्. बालिका गायति. बालिका गायनं करोति. गानं करोति. गानं करोति. गानं बिकम्स् द साङ्ग् अल्वा? No, that is Geetam. I don't know. That is Geetam. That is Geetam. Okay. Okay, okay. Balika Nityati. Balika Nityam Karoti. Nityam Karoti or Nartanam Karoti. Nartanam Karoti. Okay. Nartanam Karoti. Nartanam Karoti. Between baby boy, girl and older ones. शिशुः इति वक्तुं शक्नुमः. सीमा भगिनी, शिशुः तत्र किञ्चित् कालिङ्ग् एव्रिबडि बालक. या, यु केन् टेल् युवकः, युवती, युवक, राइट्, युवकः, युवती, युवती. यु केन् टेल् नौ द नेक्स्ट् वन् इस् आल् दट्. तत्र अन्य प्रश्नः अस्ति किं? नैव. अस्तु, हा, यशस्विनी भगिनी. बालिकाः वादयति. बालिका तत्र विसर्गः नास्ति. सोरि. बालिका वादयति. बालिका वादनं करोति. उत्तमम्. बालकः युवकः तरति. युवकः तरणं करोति. इट् इस् नाट् नम् बिकास् immediately after ra, if there is a na, then it becomes ana, taranam. You feel the difference while telling also. Taranam sounds wrong also. Taranam. Taranam karoti. Balaka, balakaha chitrayati. Balakaha chitranam karoti. Chitranam, ra, chitranam. चित्रणं करोति. युवकः निक्षिपति. हियर् इट् इस् अ लिटल् डिफ्रेण्ट्. ऐ हेल्प् यु. निक्षेपति, निक्षेपणं, क्षम्यता, निक्षेपणं करोति. निक्षेपणं करोति. बालिका गणयति. बालिका गणनं करोति. उत्तमं, धन्यवादः. मीन् वेनेवर् देयर् इस् अ य, वि हेव् टु गेट् रिड् आफ् इट्. या, बट् यु कान्ट् जस्ट् गेट् रिड् आफ् इट् बिकास् इन् ग्रामर्, इन् व्याकरणं, एव्री वर्ड् हेज़् अ डिफरेण्ट् रूल्. सो ऐ विल् नाट् से या मोस्ट्लि देट. See, I will digress a little bit and say that my experience with Sanskritam is that it's like a graph, okay? You have the coordinates of every coordinate that is as good as a rule, and then if you look at the height, the third dimension, then all those which follow, fall in that dimension, they follow the rule. But otherwise, there are rules in Panini grammar for one word also. So he... Panini Mahoday, he has not, for whatever was there, he has made a rule. So even for one word, there is a rule. And therefore, we have to be very, very careful. Normally. And however careful we are, sometimes we make mistakes. So, yeah. So normally, yes, generally. That you can say, generally. Meenu Bhagini. मीनु भगिनी, भवती जानाति किल ल्युडन्तं? सोरि, हरि ओम्. चिन्ता नास्ति, चिन्ता नास्ति. तदर्थमेव अहं वदामि. ल्युडन्तम् अस्ति किल, रोदनं करोति. रोदिति इति निष्का. सो यु केन् डु दिस्. युवकः चिन्तयति. युवकः चिन्तनं करोति. चिन्तनं करोति. नम् अस्ति किल, पठनं, खादनं, रोदनं, तथा. बालिका जिघ्रति. बालिका जिघ्रं करोति. जिघ्रणं, जिघ्रणं तत्र णत्वम् अस्ति. णत्वम् अस्ति. बालकः रिङ्गति. बालकः रिङ्गनं करोति. आम्, तत्र दिस् वन् रिङ्गणम् अस्ति. रिङ्गणम् अस्ति. रिङ्गणं करोति. बालकः लेडी. लेढी. लेढनं. लेडनं करोति. युवकः जृम्भते. युवकः जृम्भणं करोति. और् एनी अदर्, बिकास् दिस् इस् इन् आत्मनपदे. इट्स् ओके. जृम्भणं करोति. Or kurute, you can tell, if you want to put it. Because kru dhatu is ubhayapadi. So, you can say kurute also. Kurute also. Kurute. Hmm? Okay. But karoti, once you make it ludantam over here, then usually we will use karoti only. Hmm? Okay. अस्तु धन्यवादाः तत्र हा कविता भगिनी ददाति सः सः सः ददाति सः नौ दिस् इस् अ लिटिल् बिट् हा दानं करोति सः दानं करोति बिकास् यु आर् यूसिङ्ग् द धातु as an exercise I would add this as part of the homework to find out the dhatu and do it danam karoti danam karoti sah swikaroti sah swikaram karoti sa sa sa sah swikaranam swikaranam karoti hmm sah क्षम्यतां जस्ट् वन् मिनिट् सो स्वीकारं करोति इस् नाट् करेक्ट् हौ विल् यू गेट् दट् दिस् इस् नाट् करेक्ट् बिकास् ऐ हेव् टोल्ड् यू दट् द्युडन्तम् एण्ड्स् वित् न सो स्वीकरणं करोति इट् हेस् टु एण्ड् वित् न द प्रत्ययः फालोस् द सेम् रूल् ओन्ली थिङ्ग् इस् हौ इट् मर्जेस् वित् द धातुः विल् बि डिफ्रेण्ट् बट् द एण्डिङ्ग् विल् बि द सेम् दट्स् वै प्रत्ययः अकारान्तः इकारान्तः वन् आफ् द पायिण्ट्स् ओवर् देर् अस्तु क्रीणनं शापिङ्ग् यस् सः डस् द एक्शन् आफ् बायिङ्ग् सः विक्रीणं करोति विक्रीणनं करोति सः उभय बध्नाति नौ हियर् द रूल् इस् अ लिटल् डिफ्रेण्ट् बन्धनं करोति बन्धनं करोति अस्तु सः पश्यति सः पश्यति सः पश्यति विजयमहोदय ओके क्षम्यताम् ऐ थिङ्क् देर् आर् मेनी ओवर् हियर् सो विल् यु इन्स्टेड् आफ् डूयिङ्ग् इट् नौ ओवर् हियर् विल् डू इट् एस् होम्वर्क् सो देट् वि डू समथिङ्ग् डिफ्रेण्ट् एण्ड् वि कवर् द सिलबस् ओके देर् आर् मेनी मेनी वर्क्स् ओवर् हियर् इन् फेक्ट् ऐ थिङ्क् इट् कवर्स् अ बिग् गामेण्ट् सो Karshanam. Remember the rule. We can always do it next time. So it gives you also a little, what to say, self-exercise. Praharanam, Avanamanam, Churnanam. Astu? Astu? Hari Om? Hari Om? Astu. Astu. Is able? Yeah, Astu. धन्यवादाः धन्यवादाः तर्हि अत्र एतत्तु समाप्तम् गीतमस्ति कृपया शृण्वन्तु एतत्तु कृतमस्ति मास्तु इदानीम् अस्तु विजय महोदय पठतु कति हौ मेनि कति फलानि सन्ति उत्तरं ददातु कति पुष्पाः सन्ति पृष्ठाः कति पृष्ठाः सन्ति उत्तरं ददातु कति फलानि सन्ति कत, गणनं करोतु. कति फलानि सन्ति? हौ मेनि फ्रूट्स् आर् देर्? षष्टानि षट् षट् फलानि सन्ति. कति न वद नो न वन् मिनिट् कति कति तु प्रश्नार्थकः शब्दः अस्ति. कति इस् द क्वश्चन्. हौ मेनि फ्लवर् फ्रूट्स् आर् देर्? देर् आर् सिक्स् फ्लवर्स् सोरि फ्रूट्स् षट् फलानि सन्ति. हा अत्र कति पृष्ठाः सन्ति? कति पृष्ठानि? 84 हा 84 चतुराशीतिः चतुराशीतिः चत्वारि न चतुराशीतिः चतुरा पृष्ठाः सन्ति. शीतिः चतुराशीतिः अशीतिः इस् 80 सो चतुराशीतिः पठतु. कुत्र वेर् सो कति इस् हौ मेनि कुत्र इस् वेर् सूयतः अस्ति सूयतः नास्ति स्यूतः स्यूतः हा सूयतन स्यूतः स्यूतः स्यूतः अस्ति बेग् इस् प्रेसेण्ट् फलम् अस्ति फ्रूट् इस् प्रेसेण्ट् फलं कुत्र अस्ति वेर् इस् द फ्रूट् फलं स्यूते अस्ति स्यूते विभक्तिः का कृतवन्तः वयं एनिबडि चतुर्थी नैव नैव एनिबडि सप्तमी हा सप्तमी सप्तमी लोकेटिव् हा लोकेटिव् इट् इस् सप्तमी. अस्तु धन्यवादः महोदय. राजु महोदय आं भगिनि पठतु. ब्लाङ्क् पेज् सप्तमी विभक्तिः न दृश्यते किम्? सप्तमी विभक्तिः रामः रामः अकारान्त पुंलिङ्गः शब्दः अस्ति. तत्र सप्तमी विभक्तेः कृते तत्र विसर्गः गच्छति अपि च ए आयाति. रामे रामः बिकम् रामे रामे सप्तमी विभक्तिः रामे आन् रामा इन् रामा वृक्षः वृक्षे वृक्षे पठतु पठतु. सप्तमी विभक्तिः वासः तस्य तु आकाशे पादः तस्य च भूतले स्वपादेः पीयते तोयं समस्तेन तु खाद्यते सः कः? स्वपादैः इति वदनीयं स्वपादैः वासः तस्य तु आकाशे आकाशे विभक्तिः का सप्तमी भूतले विभक्तिः का सप्तमी च अपि च हा अन्य नास्ति तत्र. सो वासः तस्य तु आकाशे ही लिव्स् इन् द स्काय पादाः तस्य भूतले फीट् आर् आन् द फ्लोर् स्वपादैः पीयते तोयं बै हिज़् ओन् फीट् ही ड्रिङ्क्स् वाटर् तमस्तेन तु खाद्यते इट् ईट्स् अप् डार्क्नेस् ही सोरि ही ईट्स् अप् डार्क्नेस् तमस्तेन तु खाद्यते ओवर् देर् इट् इस् कर्मणि प्रयोग पेसिव् सो डार्क्नेस् इस् ईटन् अप् बै हिम् सः कः हू इस् ही ऊहनं करोतु सः सः सूर्यः सूर्यः अस्ति. उत्तरं तु सूर्यः. उत्तमं भवान्, धन्यवादः महोदय. धन्यवादः. सीमा काली पठतु भगिनि. कुत्र? Where? पात्रम् अस्ति. Vessel is present. जलम् अस्ति. Water is present. जलं कुत्र अस्ति? जलं पात्रे अस्ति. पठतु. एतत्तु मास्तु मास्तु भगिनि. पठतु. पुष्पं. सप्तमी विभक्तिः का? पुष्पे. आं, पुष्पे. पठतु भगिनि. सप्तमी विभक्ति. कराग्रे वसति लक्ष्मीः. वसते अस्ति, वसति नास्ति, वसते. कराग्रे वसते लक्ष्मीः. करमध्ये सरस्वती. करमूले स्थिता गौरी. प्रभाते करदर्शनम्. एतत्तु सर्वे जानन्ति एव. कराग्रे विभक्तिः का? सप्तमी. करमध्ये. That is also सप्तमी. सप्तमी. करमूले. सप्तमी. सप्तमी. एण्ड् प्रभाते सप्तमी. जस्ट् हैलैटिङ्ग् द सप्तमी विभक्तयः तत्र. धन्यवादः भगिनि. धन्यवादः. अग्रे विजय ढङ्की महोदय पठतु. महोदय एकनिमिषः. कुत्र? वेर? उत्पीठिका अस्ति. उत्पीठिका. उत्पीठिका अस्ति. टेबल् इस् प्रेसेण्ट्. अङ्कनी अस्ति. पेन्सिल् इस् प्रेसेण्ट्. अङ्कनी कुत्र अस्ति? वेर् इस् द पेन्सिल्? अङ्कनी उत्पीठिकायाम् अस्ति. तर्हि अत्र उत्पीठिका कीदृशं पदं? वाट् कैण्ड् आफ् अ वर्ड् इस् इट्? लिङ्गं किम्? उत्पीठिका स्त्रीलिङ्गं. स्त्रीलिङ्गम् अस्ति. अपि च उत्पीठिकायाम् एकवचनं सप्तमी विभक्तिरूपम् अस्ति. मालावत्, मालायां. तत्र वृक्षः, पुरुषः, किम् अग्रह, तत्र सर्वं किम् अकारान्तः पुंलिङ्गशब्दाः आसन्. धन्यवादः महोदय. धन्यवादः. तत्र का अस्ति? विशालाक्षी भगिनी पठतु. विशालाक्षी भगिनी. या सप्तमी विभक्ति. विभक्तिः सीता. हा, सप्तमी विभक्तिरूपं वदतु. उत्पीठिका. सीतायां. सीतायां. सप्तमी विभक्तिः. वाट् इस् द मीनिङ्ग् आफ् सीतायां? सीतायां. इन् सीता और् आन् सीता? On, okay, okay. The substratum. The substratum. Yeah. Saptami will become. So Bala will become? Balayam. Uttama. Padhatu. Abhishekshyanti kakutstham. Kakutstham. Ayodhyayam dvijatayah. अपि मे देवताः कुर्युः इमं सत्यं कुर्युः इमं सत्यं मनोरथं वाल्मीकिरामायणं वाल्मीकिरामायणम् You can read the meaning once on Angla Bhasha. In Ayodhya, the Brahmins shall coronate Rama. Will the gods make this desire of mine true? Over there, Ayodhyayam, what is the vibhakti? Saptami vibhakti. So what is the meaning of that? In Ayodhya or... कुत्र वेर् नदी अस्ति रिवर् इस् प्रेसेण्ट् मीनः अस्ति फिश् इस् प्रेसेण्ट् मीनः कुत्र अस्ति वेर् इस् द फिश् मीनः नद्याम् अस्ति नद्याम् अस्ति नद्याम् अस्ति फिश् इस् इन् द रिवर् धन्यवादः अग्रे मेनु भगिनि सप्तमी विभक्तिः नद् ई इकारान्त् त्रिलिङ्गशब्दः उत्तमं सप्तमी विभक्ति रूपं किं रूपं किं नद्याम् उत्तमम् अग्रिमं करोतु भवत् ई भवत्याम् अर्थः कः भवत्याम् इन् भव इन् यु इन् यु इन् यु यु हू इस् अ लेडी यु लक्ष्मीः ई एण्डिङ्ग् अगेन् स्त्रीलिङ्गः लक्ष्म्यां लक्ष्म्याम् उत्तमम् इन् लक्ष्मी पठतु पृथिव्यां त्रीणि रत्नानि जलम् अन्नं सुभाषितं मूढै पाषाणखण्डेषु रत्नसंज्ञा विधीयते आचार्य You can even use the Anushtup Chandaha. Prithivyam Trini Ratnani Jalam Annam Subhashitam Moodhai Pashana Khandeshu Ratna Sanya Vidhiyate Astu. Angla Bhashayam Artham Api Pathatu. There are three jewels in this earth. They are water, food and Subhashita. But the fools call the pieces of rocks as jewels. Parantu avashyakam jewels api. Ratnani api avashyakani astu. Prithivyam. Prithivyam. I didn't get to read this at all. No, I'm going in the order of the names. Mm-hmm. You get to read sometime or the other. You can read it now if you want to, Bhagini. No, it's okay, no problem. I thought you forgot. I'm going in... No. I didn't forget. I'm just going in the order of the names. So that everybody gets a turn and then depending on their luck, they get to read whatever, whether it is this or that. But everybody, I hope, is paying attention and when you're on mute, you can always read it yourself also. If you have any difficulty, at any time you can raise your hand. Because to make everybody do all of them is a little time consuming. And a bit impractical. Astu dhanyavadaha Meenu Bhagini, Kavita Bhagini. सप्तमी विभक्ति अधिकरणम् अधिकरणम् अधिकरणम् मीन्स् सब्स्ट्राटम् द फौण्डेशन् आन् विच् संथिङ्ग् एक्सिस्ट् पठतु कुत्र वेर् बीडालः कुत्र अस्ति बीडालः प्राचरी अस्ति प्राचरी फेन्स् prachire prachire prachira means fence or wall ram over your fence ha ramah rame phalam phale so this actually is all revision only abhyasam eva asti vijay mahoday kutra jalam kutra asti jalam uttaram dadatu chennai nagare नैव उत्तरं ददातु जलं कुत्र अस्ति तत्र चषकः अस्ति तर्हि वदनीयम् इट् इस् इन् द ग्लास् इति वदनीयं जलं चषकः अस्ति नैव नैव सप्तमी विभक्तिः किं का क्षम्यतां सप्तमी विभक्तिः का चषके अस्ति उत्तमं धन्यवादः महोदय धन्यवादः धन्यवादः सर् राजुमहोदय सर्वेषां कृते अवकाशः इति चेन्नैनगरं कुत्र अस्ति चेन्नैनगरं भारते अस्ति नगरं चेन्नैनगरं नास्ति नगरम् अस्ति नगरं कुत्र अस्ति चेन्नैनगरं भारते अस्ति धन्यवादः सीमा भगिनी अध्यापकः कुत्र अस्ति अध्यापकः विद्यालये अस्ति उत्तमं विजय धङ्की महोदय नमस्ते भगिनि सिंहः वने अस्ति उत्तमं धन्यवादः विशालाक्षी भगिनी लूइविल् लूइविल् केन्टकी लूइविल् केन्टकी राज्ये अस्ति उत्तमं धन्यवादः यशस्विनी भगिनी सोरि इट् वास् आन् म्यूट् वृक्षे उद्याने अस्ति वृक्षे किमर्थं वृक्षः वृक्षः धन्यवादः उद्याने अस्ति मीनू भगिनी पुस्तकं स्यूते अस्ति धन्यवादः कविता भगिनी बालकः क्रीडाङ्गने अस्ति बालकाः क्रीडाङ्गणे अस्ति किमर्थं बालकाः क्रीडति क्रीडाङ्गणे सन्ति इस् वाट् ऐ एम् एक्स्पेक्टिङ्ग् बिकास् देर् आर् ओके देर् आर् चिल्ड्रन् इन् द प्ले ग्रौण्ड् क्रीडाङ्गणे क्रीडन्ति अपि च विजय कुमार् महोदय मृगाः मृगालये सन्ति सन्ति उत्तमं धन्यवादः सो दिस् एक्चुलि दिस् इस् आल् रिविजन् एण्ड् देर्फोर् ऐ एम् गोयिङ्ग् अ लिटल् फास्ट् शीघ्रमेव गच्छामि राजु महोदय पठतु नौका कुत्र अस्ति नौका नद्याम् अस्ति लता लतायां लेखनी लेखन्यां सो दीस् एण्डिङ्ग् आकारान्तशब्दाः अपि च ईकारान्त स्त्रीलिङ्ग् स्त्रीलिङ्गे यां यां इस् द एण्डिङ्ग् यस् अग्रिमं पठतु विश्वनाथमन्दिरं कुत्र अस्ति विश्वनाथमन्दिरं काश्याम् उत्तमं धन्यवादः सीमा भगिनी धन्यवादः कलङ्कः Can you repeat first one? काश्यां काशी नदीवत् ईकारान्त स्त्रीलिङ्ग् शब्दः अस्ति. अस्तु सीमा भगिनी, द्वितीयं वाक्यं. मशी कुत्र अस्ति? मशी लेखने अस्ति. नैव, लेखनेन. किमर्थं लेखनेन? ईकारान्त नदी बिकम्स् नद्यां, काशी बिकम्स् काश्यां. सो लेखन्यां, हा लेखन्यां. मशी, मशी इत्युक्ते किं? मशी इत्युक्ते इङ्क्. धन्यवादः भगिनि. तत्र विजय खङ्की महोदय. नमस्ते भगिनि. कलङ्कः कुत्र अस्ति? कलङ्कः शाटिकायाम् अस्ति. कलङ्कः इस् अ बेड् मार्क् और् अ स्कार् स्कार्. धन्यवादः. विशालाक्षी भगिनी. आभरणं नासिकायाम् अस्ति. उत्तमं. यशस्विनी भगिनी. अङ्गुलीयकम् अङ्गुल्याम् अङ्गुल्यां नो अङ्गुल्यां लौबिकं लौबिकं. धन्यवादः. मीनू भगिनी. विद्युत् पेटिका घट्याम् अस्ति. दट् इस् बेटरि. धन्यवादः. कविता भगिनी. भोजनं स्थालिकायाम् अस्ति. उत्तमं. विजयकुमार् महोदय. पात्रं कपाटिकायाम् अस्ति. उत्तमं. राजुमहोदय. पर्णानि लतायाम् अस्ति. सन्ति. सन्ति. उत्तमं. धन्यवादः महोदय. अस्तु तर्हि इदानीं सीमा भगिनी पठतु. भानुवासरः रविवासरः. सोम पठतु. सोमवासरः इन्दुवासरः. मङ्गलवासरः भौमवासरः. मङ्गल मङ्गल भौम मङ्गल मङ्गलवासरः भौमवासरः. बुधवासरः सौम्यवासरः गुरुवासरः. शुक्रवासरः भृगुवासरः. शनिवासरः स्थिरवासरः. अदर् नेम्स् आल्सो. तत्र कुजवासरः अस्ति, अपि च बृहस्पतिवारः वासरः अस्ति. चिन्ता नास्ति. भानुवासरः, सोमवासरः, मङ्गलवासरः, बुधवासरः, गुरुवासरः, शुक्रवासरः, शनिवासरः वदामश्चेत् अपि सम्यक् एव अस्ति. धन्यवादः भगिनी. अस्तु विजय थङ्की महोदय. दिस् वि आल् कदा when अद्य एकनिमिष महोदय. एकनिमिष. हा अद्य अद्य नास्ति. अद्य अद्य अद्य अद्य के अद्य मीन्स् टुडे. तस्य अर्थ हा टुडे. ह्यः परह्यः प्रपरह्यः. प्रपरह्यः. तत्र हा यः इस् वाट् अर्थः यस्टर्डे. यस्टर्डे. परयः डे बिफोर् यस्टर्डे. प्रपरयः टु डे बिफोर् यस्टर्डे. डे द डे बिफोर् डे बिफोर् यस्टर्डे. अस्तु अग्रिमं पठतु. तत्र श्वः मीन्स् टुमोरो. परश्वः मीन्स् डे आफ्टर् टुमोरो. एन् प्रपरश्वः मीन्स् डे आफ्टर् टुमोरो. अस्तु प्रथमं करोतु. अद्य भानुवासरः अस्ति चेत् शनिवासरः कदा? ह्यः शनिवासरः अपि च शुक्रवासरः परह्यः शुक्रवासरः प्रपरः यः कः वासरः बृहस्पतिवासरः प्रपरः अथवा गुरुवासरः धन्यवादः विशालाक्षी भगिनी प्रथमं वाक्यं पठतु अपि च अग्रिमम् अद्य भानुवासरः नैव नैव आदौ पठतु प्रथमं वाक्यं द फस्ट् सेण्टेन्स् स्टार्टिङ्ग् वित् अद्य मङ्गलवासरः दट् वन् नैव तथा नैव अद्य दट् वन् ओके अद्य ह्यः परह्यः परह्यः देन् अद्य श्वः परश्वः प्रपरश्वः प्रपरश्वः अस्तु हा इदानीं परश्वः सो अद्य भानुवासरः टुडे इस् सण्डे श्वः सोमवासरः परश्वः मङ्गलवासरः मङ्गलवासरः प्रपरश्वः बुधवासरः धन्यवादः यशस्विनी भगिनी धन्यवादः यशस्विनी भगिनी या ऐ टेल् फ्रम् स्टार्टिङ्ग् नो क्षम्यताम् एकनिमिषः अहं प्रश्नं पृच्छामि अद्य कः वासरः अद्य शुक्रवासरः यः कः वासरः आसीत् यः गुरुवासरः आसीत् इस् द पास्ट् टेन्स् ओके सो यः गुरुवासरः आसीत् नो नो ऐ वाण्टेड् देट् आन्सर् यु हेव् आन्सर् करेक्ट् सम्यक् एव उक्तवती अद्य शुक्रवासरः तर्हि परश्वः कः वासरः भविष्यति परश्वः जस्ट् रिपीट् द क्वश्चन् प्लीस् अद्य शुक्रवासरः तर्हि परश्वः क्षम्यतां परश्वः कः वासरः भविष्यति परश्वः भानुवासरः भविष्यति ओ यु के इट् ऐ एम् जस्ट् टेलिङ्ग् सो देट् क्लियर् फर् यु इट्स् फ्यूचर् टेन्स् अस्तु प्रपरश्वः कः वासरः अद्य शुक्रवासरः सोमवासरः सोमवासरः धन्यवादः भगिनि मीनू भगिनी अद्य शनिवासरः इति मन्यतु तर्हि प्रपरश्वः कः वासरः भविष्यति अद्य शनिवासरः प्रपरश्वः मङ्गलवासरः भविष्यति मङ्गलवासरः प्रपर यः कः आसीत् कः वासरः आसीत् प्रपर यः बुधवासरः आसीत् उत्तमं धन्यवादः कविता भगिनी अद्य मङ्गलवासरः इति चिन्तयतु मङ्गलवासरः इति तर्हि श्वः कः वासरः श्वः बुधवासरः भविष्यति बुधवासरः परयः कः आसीत् वासरः परवरः वासरः भानुवासरः अस्ति भानुवासरः अस्ति उत्तमं धन्यवादः विजयमहोदय अद्य गुरुवासरः, तर्हि परश्वः कः वासरः भविष्यति? परश्वः शनिवासरः. We have to be very careful. We have to be very careful with the pronunciation. It should be parashvaha. Why? Because shavaha means dead body. So if you pronounce it as shavaha, it becomes wrong. Okay? So therefore, see, Mahoday, the reading, how it has to be, you're reading the sh, you read the sh with the r, because wherever there is a conjunct, the one, the one which is half, should be read with the earlier one, okay? Especially when it is rasva. So what happens is, you, if you are saying parashava, then that sha you are parashvaha, parashvaha you read it as. Then you will not make a mistake. Parashva. Okay? Parashvaha kaha vasaraha, adhya guru vasaraha chet, shani vasaraha. शनिवासरः, वासरः इति वदनीयं संस्कृते, वार तु अस्माकं संस्कृते तु नास्ति. अस्तु, अद्य गुरुवासरः अस्ति चेत् परह्यः कः वासरः आसीत्? परह्यः शनिवासरः. किमर्थम्? अद्य गुरुवासरः आसीत्. उत्तमम्, उत्तमं, धन्यवादः. राजु महोदय. आं भगिनि. राजु महोदय, अद्य किं मङ्गलवासरः अस्ति इति मन्यतु, तर्हि प्रपरश्वः कः वासरः भविष्यति? परश्वः शुक्रवासरः भविष्यति. उत्तमम्. अपि च प्रपरह्यः? प्रपरह्यः शनिवासरः आसीत्. आसीत्, आसीत्. उत्तमं, धन्यवादः. ऐ थिङ्क् एव्रिबडि, सीमा भगिनी उक्तवती किम्? नो, ऐ डिड्न्ट्. ओ, तर्हि वदनीयम् भगिनी. श्वः, श्वः सोमवासरः भविष्यति, तर्हि अद्य कः वासरः? रविवासरः. रविवासरः. अद्य रविवासरः अस्ति चेत् प्रपरह्यः कः आसीत्? अद्य रविवासरः अस्ति चेत् तर्हि प्रपरह्यः कः वासरः आसीत्? गुरुवासरः अस्ति. परन्तु वदनीयं प्रपरयः. प्रपरयः गुरुवासरः अस्ति. आसीत्. अस्तु, धन्यवादः. तर्हि ऐ थिङ्क् दिस् वास् इम्पोर्टेण्ट्. एतत् गृहकार्यरूपेण कुर्वन्तु. My son was born in this way. Bhagini, tat asmakam krite asti va? Bhagini, Seema Bhagini, chat madhye, my son was born in Louisville ati uktavati. Yeah. Tatra asmakam krite. You want to know how to say that in Sanskritam, is it? Oh, no, no, no. No, you had one sentence about Louisville being in Kentucky, so I just remembered that. Okay, okay, okay. Okay. I saw it now. You have written it earlier, is it? Adaveva likhitavati iti ammanye. Louisville always takes me back 40 years. Oh, chinta nasti. Tari, mama putraha Louis William. जातः इति किल. अस्तु, एतत् तु क्रीडा अद्य मास्तु, गृहकार्यरूपेण कुर्वन्तु. Just for exercise. This we have already done it actually. अस्तु विजय तंकी महोदय. आं भगिनि. कदा when भवान भवति कदा उत्तिष्ठति. उत्तरं ददातु. भवान कदा उत्तिष्ठति. अहं षट् वाग्ये उत्तिष्ठामि. वादने उत्तिष्ठामि. उत्तिष्ठामि. धन्यवादः. विशालाक्षी भगिनी. भवतः या भवतः विद्यालयः कदा आरम्भं करोति. अर्थं वदतु आदौ. अर्थं वदतु. वाट् टैम् डु यु ओपन् द स्कूल्. नो करेक्ट्. भवतः नो नो आरम्भ भवतः विद्यालयः योर् स्कूल् या what your school so bhavatah does it your open possessive. Okay ha does it acha yeah dani vadatu okay. bhavatyah vidyalayah kada arambham karoti. Actually this karoti bhavati is better over here. Arambham kada bhavati is better. Okay karoti is not really that correct. Parantu chinta nasti bas bhavat. कति वादने. नववादने आरम्भं करोति. पूर्णं पूर्णं वाक्यं वदतु. मम न उत्तमम् उत्तमं. मम विद्यालयः नववादने आरम्भम् आरम्भ भवत् आरम्भं भवत् ओके भवत् भवति और करोति. यु केनाट् टेल् भवत् भवत् इस् नाट् करेक्ट्. अभवत् इस् करेक्ट् इफ् इट् इस् पास्ट् टेन्स्. अभवत् इस् करेक्ट् इफ् इट् इस् पास्ट् टेन्स्. करोति. अस्तु ओके. अस्तु यशस्विनी भगिनी. स्वातन्त्र्यदिनं कदा. वेन् इस् इण्डिपेण्डेन्स् डे. अगस्त मासः पञ्चदशदिनाङ्क. नो दो दट् इस् द इण्डिकेशन्. दट् इस् द इण्डिकेशन् फार् द यु एस् डे. बट् यु हेव् टु टेल् द फुल् सेण्टेन्स्. स्वातन्त्र्यदिनं यु हेव् टु यूस् द माय् इण्डिपेण्डेन्स् डे. या बट् यु हेव् टु टेल् अगस्त मासे पञ्चदशदिनाङ्के. पञ्चदशदिनाङ्के स्वातन्त्र्यदिनम् अस्ति. अस्ति और् भवति. धन्यवादाः. मीनू भगिनी. कदा मन्दिरं गच्छति. भवती कदा मन्दिरं गच्छति. आम् अहं चतुर्वादने मन्दिरं गच्छामि. त्रि ओक्लाक् इति वदतु. No, I'm forgetting. I'm not practiced. Trivadani. Trivadani. Trivadani. Gacchami. Asti. Dhanyavada Bhagini. Kavita Bhagini. Doordarshanam kada pashyati. Aham doordarshanam chaturvadanam pashyati. Chaturvadanam is, it is 4 o'clock. Chaturvadane. Vadane pashyati. Aham. Aham pashyati. पश्यामि. धन्यवादः विजय महोदय. प्रकृतिशोभः कदा क्षोभः प्रकृतिशोभनं कदा अभवतः अभवत्तः नास्ति अभवत् तत्र हलन्त सिविल् वार् 1861 पठतु तत्र प्रकृतिक्षोभः एकषष्टिः अधिकः अष्टशताधिकसहस्रं तं सः पञ्चषष्टिः अधिकः अष्टशताधिकसहस्रं पर्यन्तम् अवतः अभवत् अभवत् कदा अभवत् दिस् इस् अ पीरियड् सो यूजुलि यूजुलि दीस् सेञ्चुरीस् यु दीस् नम्बर्स् यु टेक् द लास्ट् यु टेक् द लास्ट् टु डिजिट् फस्ट् ओके सो एकषष्टिः वयः सपोसिङ्ग् इट् वास् 60 यु वुड् से षष्टिः अधिकम् अष्टशताधिक देन् यु टेक् द 100 एण्ड् देन् यु पुट् द सहस्रम् ओवर् I have a question in this this answer is so big the answer we cannot just put it in figures 1861 to 1865 no but you are learning the language you should know how to do it, right? We are just learning I'm not telling you but I'm just asking you we can write that also no how will you put it in Sanskrit that you have to say no 1861 you are going to say now even when you are reading it you are not going to read it as 1861 right if you are reading it as 1861 you will tell ekam ashta shat ekam but that is not how you are going to say it even when you tell even when you are telling if you are telling in English how will you tell How will you tell if you are answering in English? Tell me the answer in English. What happened between 1861 and 1865? So 1861, you are not saying 1861, right? No, but I am talking because I am telling when I am writing. No, when you are writing also, you can't tell, you are telling you should tell Ashtadasha, Ashtadasha. No, you cannot tell that way. Because 1861 to 1865 would be the word in English. No, Bhagini. In Sanskrit it Shrunotu. Is not there. That concept is not there. That concept won't be there. Why? Because to tell 1861 itself, 18, you can't tell Ashtadasha Ekashashtihi. That will not be correct. If you want to tell that and start a new practice, I mean that... If I and you are talking and we have decided to talk that way, then you can tell. I will tell Ashtadasha Ekashashtihi. Okay. But that is not the practice. That is not the practice. Astu. Aminu Bhagini. धन्यवाद क्षम्यतां भगिनी क्षम्यतां तत्र राजुमहोदय अपि च सीमा भगिनी न उक्तवन्तः इति मन्ये विजय थल्की महोदय क्षम्यतां हा विजय थल्की महोदय पठितवान् किम् आं भगिनि ऐ डिड् ओके राजुमहोदय आं भगिनि धन्यवादोत्सवः कदा धन्यवादोत्सवः नवम्बर् मासः अन्तिमगुरुवासरः नवम्बर् मासे अन्तिमगुरुवासरः गुरुवासरे अस्ति नवम्बर् मासे अन्तिमगुरुवासरे अस्ति ऐ हव् क्वश्चन् अबौट् द सेकेण्ड् वन् वदतु. I did not understand the vibhakti of bhavatah. Bhavatah is bhavat, bhavan, of that, you, your bhavatah is the shashti vibhakti. Of bhavati, bhavati, bhavatyah. Bhavatah is shashti. Shashti vibhakti. भवतः भवत्याः योर् पोसेसिव् योर् स्कूल् वेन् डस् इट् ओपन् षष्टि फार् मास्कुलिन् बि भवतस्य नो नो इट् डज़न्ट् वर्क् देट् वे बिकास् एस् ऐ सेड् प्रातिपदिकम् इस् वाट् डिसैड्स् वाट् द विभक्तिः विल् बि सो रामः वेन् देर् इस् एन् अकारान्तः राम इस् द प्रातिपदिकम् आफ् रामः राम इस् द प्रातिपदिकम् Pratipadikam is used for the Nama Padani and then all these Ramaha, Ramam, etc. are Pratyayas, Vivakti Pratyayas. So that is the rule for Rama. But over here the Pratipadikam is Bhavat, Bhavat. Mm-hmm. Bhavat becomes Bhavan, Bhavantau. भवन्तः भवन्तं भवन्तौ भवतः ओके ओके I can send you the if you google also you will get it if you google also but otherwise also you can see the I had recommended the shevadhihi vibhakti shevadhihi I had recommended that book for all the vibhakti I think that picture Seema Bhagini can share it with you. Okay, I will ask her. Yeah, so that is the actually that there is the problem arises over there. To learn the language, the problem arises over there. I'll not say it's an unsurmountable problem, but if you can remember all that, and you will remember over time it happens. So the ending of the Pratipadikam is what you need to remember. For example, Karman. Okay, or let's take Swamin because it's a word which we know. Swamin is the Pratipadikam. Swami is the Prathama Vibhakti. Okay? Mm-hmm. Mm-hmm. It doesn't... So, Swaminaha over there becomes the sixth Shashti Vibhakti. So yes, okay. remembering these, practice as you practice more and more and more and more, it happens. It happens automatically. Sometimes you don't even know you know it, like that Amazon ad, no? You don't even know you know it, and then it comes out. Yes. So, yes. Yeah. Okay. Astu. Astu. Seema Bhagini, Pathatu. Oho, Navova. Shall we complete this? I did see that samayaha tu gataha eva. Samayaha jataha. Do I have the permission to complete this? Yes. Gita masaha. Patatu bhagini. Agataha chaitraha api vaishakaha ayataha cha vasantarutuhu. Pikaha कूजति कुहु कुहु कुहु कुहु कुहु आगतः ज्येष्ठः अपि आषाढः आयातः रें ग्रीष्मऋतुः पानकपानं मुहुर्मुहु मुहुर्मुहु मुहुर्मुहु आगतः धन्यवादाः विजयसङ्ख्य महोदय आं भगिनि आगतः श्रावणः भाद्रपदः च आयातः रे वर्षा ऋतुः उष्णान् वटकान् खादन्तु खादन्तु खादन्तु वटकान् इस् वडा वडा इट् इस् बटाटा वडा और् इट् इस् द अदर् वडा वी डोण्ट् नो बट् वटकान् वटका इस् वडा फ्रैड् ऐटम् फ्रैड् ऐटम् बट् नाट् नेसरी फ्रैड् ऐटम् इट् आक्चुलि वडा rainy season, that's why I said, yeah. फ्रैड् ऐटम् अस्तु. अग्रिमं पठतु महोदय. आगतः आश्विनः कार्तिकः च आयातरे शरद् ऋतुः सुन्दरचन्द्रं पश्यतु पश्यतु पश्यतु पश्यन्तु पश्यन्तु पश्यन्तु सुन्दरचन्द्रं पश्यन्तु. धन्यवादः. विशालाक्षी भगिनी. मार्गशीर्षः आगतः पौषः आयतः हेमन्त ऋतुः आयातः हेमन्त ऋतुः प्रवहति रे शीतलवायुः शीतलवायुः शीतलवायुः. आगतः माघः फाल्गुनः च आयातः रे शिशिर ऋतुः बहु बहु शैत्यं शैत्यं बहु बहु शैत्यं हु. अत्र परिसन्धिः अस्ति, द लिङ्क् ओवर् हियर्, यु केन् गो टु इट्. भगिनी विशालाक्षी भगिनी किञ्चित् म्यूट् करोतु. अस्तु, तर्हि अत्र परिसन्धिः अस्ति, लिङ्क् अस्ति, रैम् शृण्वन्तु तत्र यूट्यूब् मध्ये, अपि च मोदन्तु. चैत्रः वैशाखः ज्येष्ठः आषाढः श्रावणः भाद्रपदः आश्विनः कार्तिकः मार्गशीर्षः पौषः माघः फाल्गुनः इति मासाः. ऋतवः अपि सन्ति, पठन्तु, गृहकार्यं कुर्वन्तु. धन्यवादाः अनेके. अग्रिमसप्ताहे मेलिष्यामः. धन्यवादः. धन्यवादः. धन्यवादः. वाट् अबौट् द शान्तिमन्त्रम्? ओहो, विस्मृतवती अहं. वदतु भगिनि, भवती एव वदतु. केन् ऐ टेल् वाट् ऐ नो? यस् यस् प्लीज़. स्वस्ति प्रजाभ्यः परिपालयन्तां न्यायेन मार्गेण मार्गेण महीमहींषाः गोभूचरेभ्यः शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ कृष्णाय. धन्यवादः.